पौर्कान्तदातवः एकाच् पकारान्तदातवः त्रयोदशः धातवः अनितः येषु दशधातवः सामान्याः त्रयः ये ऋतुपदधातवः तेषां विशिष्टकार्यं दशसामान्यकारान्तः अनिट् धातवः दशसामान्यकारान्तः अनिट् धातवः तप् यः तप्यत् सुमन् वा तृच् करि च इत्यनेन तप्तव्यं तप्तुं तप्ता इति अत्र किं भवति इत्युक्ते मेलनमेव किमपि कार्यम् अत्र भवति परन्तु करिचय सूत्रम् एव कार्यं करोति किमपि परिवर्तनं नास्ति वर्णानाम् अतः तप्तव्यम् इति नपुंसकलिङ्गे तप्तः तप्ता इति श्रीलिङ्गे तप्तुं तुन् प्रत्ययः त्रिच् प्रत्यये परे तप्ता तप्त्री तप्तृ इति त्रीणि रूपाणि अनन्तरं वप् धातवः तदेव वप् धातवः वक्तव्यं वक्तव्यः वक्तव्या वक्तृ इति निरूपाणि सप्तव्यं सप्ता सप्तव्यः सप्तव्या रूपाणि चिप् यः तव्यत् चेप् चेप्तव्यं चेप्तव्यः चेप्तव्यः चेप्तुं चेप्तृ तृच् प्रत्ययपरे चेत् चेतृ सेप् सेप्ता चेत्री तदेव तृच् प्रत्ययपरे चित् धातुः चेप्तव्यं चेप्तव्यः चेप्तव्यः चेप्तुं चेप्ता चेत्री चेतृ लिप्तः तव्यत् यः तव्यत् लेप्तव्यं लेप्तव्यः लेप्तव्या मुन्प्रत्यये परे लेप्तुं लेप्तृ त्रिष्प्रत्यये लेप्तृ लेप्ता लेप्त्रीति चुप् धातवः चोक्तव्यं चोक्तव्यः चोक्तव्या मुन्प्रत्यये परे चेप्तुं त्रिष्प्रत्यये परे चोक्तृ चोक्ता चोक्त्रीति अनन्तरं लुप् धातवः लोक्तव्यं लोक्तव्यः लोक्तव्यः लोप्तुं तुं प्रत्यये तृच् प्रत्यये लोक्तृ लोक्ता लोक्त्री आप् प्रत्यये परे अपि अत्र आप्तव्यम् आप्तव्यः आप्तव्या आप्तुम् आप्तृ आप्ता आप्त्री इति तृच् प्रत्यये परे त्रीणि रूपाणि धन्यवादः भगिनी पठति वा भगिनि आं भगिनि सृप् दृप् श्रुप् एते त्रयः धातवः अनुदात्ताः च ऋतुपदाः तृप् दृप् श्रुप् एते त्रयः धातवः अनुदात्ता च ऋतुपदायाः यतः विकल्पेन तेषाम् अवागमो भवति अध्यस्तसूत्रद्वयं दृश्यताम् प्रथमम् एकाच् उपदेशे अनुदात्तात् सूत्रं वदति सूत्रं वदति एकाच् उपदेशे अनुदात्तात् यः औपदेशकधातुः एकाच् अपि अनुदात्ता अपि अस्ति तस्मात् विहित्यस्य प्रत्ययस्य इदागमो न भवति ओके वयं जानीमः एकाच् उपदेश अनुदात्ता सूत्रेण अनुदात् उपदेशधातु एकाच् अस्ति अनुदात् अस्ति च अनुदात् एतस्य अधुना लैन् भवति अनुदात्तस्य स्वरूप तेन अनुदात्त ते अनिटः अतः इदागम न भवति. अन्यसूत्रमस्ति अनुदात्तस्य स्वरुदपदस्य अन्यतरस्याम् सूत्रं वदति उपदेशे अनुदात्तः यः रुदुपदाः तस्य अम् आगमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे तृप् दृप् श्रुप् मृष् सुरुष् कृष् भवादि तादिगणि त्वादि च इति सप्तधातवः अनुदात्ताः च रुदुपदाः रुत् उपदायां यस्य सः रुदुपदः बहुव्रीहि तस्य रुदुपदस्य अनुदात्तस्य षष्ठ्यन्त्यं च अव्ययपदं रुदुपदस्य षष्ठ्यन्त्यम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम् आदे च उपदेशे सति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः सृजि दृशोर्झल् जल्यम् अकिति इत्यस्मात् ओके इत्यस्मात् जलीस् अम् अकिति इत्येषाम् अनुवृत्तिः अनुवृत्तिसूत्रम् उपदेशे अनुदात्तस्य ऋतुपदस्य अम् जलि अकिति अन्यतरस्य ओके अनुदात्तस्य चतुर्दुपदस्य सन्निधरस्य सूत्रं वदति उपदेशे अनुदात्तधातुना ऋतुपद अस्ति अनुदात्त अपि अस्ति चेत् विकल्पेन अम् आगमः भवति निमित्तमस्ति जलादेव अकिति प्रत्यये परे अत्र सप्तधातव तृप् दृप् श्रुप् मृष् स्पृश् कृष् इति सप्तधातवः अनुदाताः अपि च ऋजुपदाः अनुमतिसहितं वदति उपदेशे अनुदात्तस्य ऋजुपदस्य अम् आगमः भवति जलि अकिति अन्यतरस्याम् पठामि महात्मने या श्रुप् स्पृश् मृष् कृष् इत्येते चत्वारः धातवः अनिटः ओके प्रथमविभागः तृप् दृप् तृप् इति आहत्य सप्तधातूनाम् अत्र किमस्ति षड् धातूनाम् अत्र चर्चा जायते त्रिषु तु पकारान्तः सन्ति द्वयं सकारान्त धातुः तदनन्तरं त्रिष् इति एकः षकारान्तः मूर्धन्यषकारान्तः इति प्रथमभेदः तदनन्तरं किम् आसीत् तत्र तृप् मृष् स्पृश् कृष् इति चत्वारः अनिटः धातवः सन्ति तृप् दृप् इति वेदधातुः इति तादृशभिन्नवेदः इति ओके भगिनि पठामि भगिनि तृप् दृप् इत्येतौ द्वौ धातु वेटौ ओके तृप् दृप् अनिट् अपि अस्ति वेट् अपि अस्ति भगिनि केवलं वेट् एव तृप् दृप् इत्येतौ द्वौ धातौ धातु थौ एव यौ अनिट् तत्तु चत्वारः अनिटः सन्ति धातु द्वयं तु तत्र वेट् या ओके अनिट् अलदधातु धातुपाठे उक्तौ तृप् क्रीडने दिवादिगणि उपस्मैपदं तृप्यति दृप् हर्षमोहनयोः दिवादिगणेः परस्मैपदे दृश् तृप्यति केन सूत्रेण तृप् दृप् वेटो वेटो भवतः तत्र वेटधातूनां कृते सूत्रत्रयं पठितं खलु अस्माभिः वेटधातु स्मरति सूत्रं श्रूयति गुयुदितो वा इति प्रथमसूत्रं तदनन्तरं तत्र रगादिभ्यश्च इति सूत्रं तृतीयं सूत्रमासीत् निरहकुशः इति अपि द्वितीयसूत्रम् यत् आसीत् रदादिभ्यश्च इति सूत्रं तेन तस्मिन् तृप् दृप् लिखितौ स्तः इति कृत्वा वेटौ धन्यवादः तृप् तृप् वेट् अनेतः अलन्दातौ उक्तौ तृप् प्रेणने दृप् हर्षमोहनोयो मोहनयोः तर्हि कथम् अत्र वेदधातुषु अपि पठितौ वस्तुतः तु एतौ द्वौ धातु मूलतः अनुदात्तौ अनुदात्तः नाम कः अपि च कथं जानीमः के छे धातवः अनुदात्ताः अनुदात्तधातोः एका संज्ञा अत्र पाणिनीय प्रसङ्गशात् द्वयोः सूत्रयोः अस्याः संज्ञाः उपयोगः कृतः एकाच् उपदेशेन दात्तात् अनुदात्तस्य च रूपदत्तस्य अन्यतरश्चां तर्हि अनुदात्त इति संज्ञा उपयुज्यते अष्टाध्यायं किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति न उक्तम् प्रायः प्राणिने धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति अधुना किं प्रमाणं कस्य धातोः अनुदात्तसंज्ञा तृप् तृप् वयं जानीमः धातुः अनिट् अस्ति परन्तु कथं वेट् भवति इति अत्र प्रश्नः अस्ति सामान्यतया वयं जानीमः धातुमूले अनुदात्तम् अस्ति चेत् अनुदात् अनिट् अनिट् इति एका जनदातु अनिट् इति सूत्रं पचति अनदास्त इति संज्ञा भवति तद् किं भवति संज्ञायाम् उपयोग्य संज्ञा भूत्वा एकाच् उपदेशि अनुदात्तात् अनुदात्तस्य च रूपदस्य अन्यतरस्याम् इति किं मैने हौ टु से दिस् अत्र किम् अस्ति अत्र अनुदातः नाम सः अपि च कथं जानीमः के के दातवः अनुदातः इति प्रश्नः वर्तते खलु तत्र किं प्रश्नः सः अस्ति इत्युक्ते तृप् दृप् इति धातुद्वयमपि अनुद्वातौ स्तः अनुदातौ स्तः मूलतः अनुदातौ स्तः किन्तु रदादिभ्यश्च इत्यस्मिन्नपि पठितौ स्तः इति कृत्वा वेट् धातुः भवति विकल्पेन यदागमः भवति तर्हि अत्र कथं तर्हि अनुदातः नाम कः इति कथं जानीमः इति के के धातवः अनुदातः इति प्रश्ने सति अनुदातधातोः एका संज्ञा अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः तत्र अनुदात्त इति या संज्ञा वर्तते तत्र सूत्रद्वये संज्ञा तत्र पाणिनिना प्रयुक्तमस्ति प्रयुक्ता वर्तते प्रथमसूत्रमासीत् एकाच उपदेशे अनुदात्तात् इति सूत्रं तत्र किमस्ति अनुदात्त इति पदस्य प्रयोगः दृश्यते खलु एकाच् अनुदातात् यः धातुः एकाच् अपि अस्ति उपदेशव्यवस्थायाम् एकाचपि अनन्तरम् अनुदात्त सम्यकः अपि वर्तते तत्तु तस्य तु किम् अस्ति एकाच उपदेशे अनुदातात् इत्यनेन तत्र किमस्ति तन् अनेन किं भवति केवलं संज्ञा भवति तस्मात् ईडागमः न भवति निषिद्धः भवति तदनन्तरं द्वितीयसूत्रे यत्र अनुदात्त इति पदस्य प्रयोगः कृतः अनुदात्तस्य कर्तृपदस्य अम् अन्यतरस्याम् इत्युक्ते तत्र किम् अस्ति अनुधातसंज्ञकः यः धातुः अस्ति तदनन्तरं ऋदुप सर्दुपदस्य इत्यपि ऋदुप उपदः उपदायकः वर्तते इति खलु ऋदुपदः अस्ति तस्य तु अमागमः विकल्पेन भवति जलादौ असुचि प्रत्युपरि इति सूत्रयुक्तं तर्हि अनुदात्त इति पदम् उभयत्र प्रयुज्यते पाणिनीयसूत्रद्वये प्रयुक्तम् अस्ति तर्हि अनुदात्त इति सन्धि उपयुज्यते अष्टाध्याय्यां किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदाताः इति केवलम् अष्टाध्याय्यां पूर्णसूत्राणि उक्तानि सन्ति खलु धातवः अनुदाताः इति न उक्ताः एव इति कृत्वा प्रायः पाणिनेः धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः इति पूर्वं पाणिनेः प्रायः धातुपाठः रचितः स्यात् तस्मिन् प्रायः पाणिनिना उक्तं स्यात् किन्तु अधुना तु तादृशग्रन्थः तु न लभ्यते लुप्तः जातः कालवशात् तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वम् अस्ति अधुना किं प्रमाणं कस्य कस्य धातोः अनुदातं तर्हि ग्रन्थः एव न लभ्यते चेत् कथं वयं प्रमाणं किम् अस्ति अस्माकं कस्य कस्य धातोः अनुदातसंज्ञा वर्तते इति प्रमाणं किं वर्तते इति प्रश्नः ओके उत्तरमस्ति महाभाष्ये दीयते यत् हलन्तधातुषु द्वय शताधिकसूत्रधातवः अनुदात्ताः अपि च एवमपि दीयते यत् अजन्तेषु द्वादशधातवः सर्वे उकारान्ताः च ऋकारान्ताः च सेटः तान् विहाय सर्वे अजन्ताः अनिट् तत्र एकाच् उपदेश अनुदात्तात् इति सामान्यसूत्रेण यः धातु एवम् अच्च एकाच् च अनुदात्ता च तस्मात् विहितस्य प्रत्ययस्य इदागमो न भवति परन्तु त्रिभिः सूत्रैः विकल्पेन इदागमः विधीयते एभिः त्रिभिः सूत्रैः धातुभ्यः इदागमः वा भवन्ति तेषु धातुषु केवलं द्वौ धातु अनुदात्तौ द्रुप् द्रुप् येषाम् इदागमः वा भवन्ति तेषु त्रुप् द्रुप् इति धातु विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रं स्वीकृतः अत्र प्रश्नः अस्ति किं प्रमाणमस्ति अनुदात्त के के धातवः अनुदात्तसंज्ञा इति महाभाष्ये अत्र दत्तं हलन्तधातुषु द्वि एकशत अधिकधातवः अनुदात्ताः अत्रापि अजन्तेषु द्वादशधातः सर्वे उकारान्तदातवः च ऋकारान्तदातवः सेट् वयं जानीमः आवल्यामपि उक्तवन्तः उकार दीर्घ उकार हरिगत ऋकारान्तदातवः सेटः तान् विहत्य सर्वे अजन्ताः अनेटः ओके सामान्यसूत्रमस्ति एकाच् उपदेशे अनुदात्तात् तत्सूत्रं किं करोति चेत् धातुः उपदेशदातु एकाच् अस्ति अनुदात्तः अस्ति चेत् तस्मात् इदागमः न भवति परन्तु त्रिभिः सूत्रैः विकल्पेन इदागमः विधीयते तदेव उक्तवती भगवती एभिः त्रुप् द्रुप् एतत् सूत्रे धातुभ्य इदागमः विकल्पेन भवति तेषु धातुषु केवलं द्वौ धातु अनुदात्ताः तर्हि सूत्रैः यत् तत्र प्रथमसूत्रम् आसीत् स्वरति श्रुति श्रूयति भूमिदितो वा इत्यस्य अनुदातः धातोः कोऽपि नास्ति धातुः कोऽपि नास्ति सूत्रं ददादिभ्यश्च इत्यस्मिन् धातुद्वयं वर्तते अनुदातौ तृप् दृक् इति अनन्तरं तृतीयसूत्रे तु निरः कुशः इत्यस्मिन् निरः उपसर्गतः कृष्णातुः अस्ति तत्र तु अनुदातुः अनुदातः नास्ति कृष्णार्ष इति एषु चतुर्षु सूत्रेषु एकमस्ति ऋदादिभ्यश्च येन विशिष्टसूत्रेण महोदयः मणिमहोदय धन्यवादः एषु चतुर्षु तत्रैव न एषु चतुर्षु सूत्रेषु एकमस्ति ऋदादिभ्यश्च येन विशिष्टसूत्रेण रद् नस् तृप् तृप् द्रुः मुह् श्नौ स्नेह् इत्येभ्यः धातुभ्यः वलादि अर्थदातुप्रत्ययः विकल्पेन भवति एवञ्च रदादिभ्य इति सूत्रम् एकाचिपदेशे अनुदात्तात् इति सामान्यसूत्रस्य अपवादः एकाचिपदेशे अनुदात्त इति सामान्यसूत्रेण इडाहमनिषेधः भवति स्म तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते त्रीणि अपि वेट् विधायकसूत्राणि इडागम इडागमनिषेधपवादवाः अपवादा उपवादाः वा इडागम विधान अपवादः वा भवति तृप्तृप् स्वीकृत्य इडागमनिषेध अपवादः अन्यानि अपि वेट् धातुः स्वीकृत्य इडागम विधान अपवादः इति अत्र सूत्रं भवति त्रिषु सूत्रेषु भवान् उक्तवती सरते श्रुति श्रीवति इति सूत्रम् अनन्तरं रदादिभ्यश्च अनन्तरं नरकशः इति तेषु रदादिभ्यश्च एव चतुर्दशदातः अष्टदातः तृप् तृप् दृग् मूष्णु इति धातो परे इडामः इडामः विकल्पेन एव भवति इति सूत्रम् अधीत रदादिभ्यश्च पूर्वमेव परन्तु एकाच अनुदातधातुसूत्रेण तृप् तृप् अनुदातः इति कारणेन इडाहमः न भवति परन्तु रुदादिभ्यश्चेन विकल्पेन भवति त्रि त्रीणि अपि वेट् उदासूत्राणि वेट् विधासूत्राणि विकल्पेन सूत्रेण सूत्रयोः इडाहमन् वेट् विकल्पेन भवति इति अत्र तृप् तृप् धातुः इडाहमनिषेधः अपवादः निषेधम् अस्ति एकाचोपदेश अनुदातत्वसूत्रेण निषेधम् अस्ति परन्तु रदादिभ्यश्च इति सूत्रेण विकल्पेन भवति इति नियति अस्ति अतः अत्र तृप् तृप् धातुः इडाहं निषेधस्य अपवादः इति नियमेन कार्यं करोति किमर्थम् आदौ तु प्रथमं तु अनित् इति उक्तमासीत् उक्तमासीत् एकाच उपदेश अनुदातात् इत्यनेन यदागमः निषिद्धम् आसीत् खलु निषिद्धं यत् आसीत् तस्य अपवादत्वेन अद् अस्तु इडागमः भवतु इति रदादिभ्यश्च सूत्रं वदति अन्येषां किम् अस्ति ते सर्वे वेद सेट् दातवः सन्ति आदौ मूले तु अनुदातः नास्ति इति कृत्वा तेषाम् इडागमः भवति अनन्तरं सूत्रमागत्य यत् इडागमः पूर्वं विदितं तस्य अपवादत्वेन अग्रे सूत्रं ददादिभ्यश्च वा त्रीणि सूत्राणि आगत्य किं वदन्ति ओ अस्तु इडागमः वा इडागमः विकल्पेन एव इडागमः भवति इति सूत्रं वदति इत्युक्ते अन्यस्मिन् पक्षे इडागमः न भवति तस्य निषेधः विधानस्य निषेधः स्वीक्रियते अस्तु धन्यवादः महोदय अत्र मम प्रश्नः अस्ति स्पृश् स्पृश् मृस् कृस् धातुः मण्दाता अस्ति किल न अनुदातः नास्सन्ति खलु ऋतुपदः नास्ति वा ऋतुपदः अनुदातः नास्ति वा ऋतुपदः अस्ति किन्तु अनुदातः नास्ति खलु हा मृष्टातु अस्ति बट् अत्र सृप् स्पृश्य मृश्य कृष्यति सृप् एव ऋतुपदः अस्ति ऋतुपदाः तु सन्ति किन्तु ते तु कदाचिदपि विकल् त्रिषु सूत्रेषु न उक्तम् अस्ति दे नाट् सीन् इन् द त्री सूत्र इडागमविकल्पेन इडागमः यत्र वेट् दातु सूत्राणि पठितवन्तः दोस् फोर् आर् नाट् सीन् अट् आल् सो दे आर् ओन्ली आन् इट् आं महोदय बट् सिरुप् सिरुप् सिरुप् मृश् स्पृश् स्पृश् अपि अनुदातः परन्तु इडाम न इडा वेट् भवति किल सूत्रेण वेट् भवति अमाहमः भवति मृश् नुमाहमः वा सिद्धि अम्मागमः भवति किन्तु तत्र इडागमः न भवति खलु अनुदातस्य चतुपदस्य अन्यतरस्याम् इत्यनेन अम्मागमः भवति विकल्पेन किन्तु इडागमः न भवति इडागमसूत्रत्रयेषु तु त्रिषु सूत्रेषु अपि न उक्तमस्ति सृप् स्पृश मृष कृष् इत्येषां धातूनाम् उल्लेखः तत्र न उक्तवन्तः केवलं दृप् तृप् दृप् तत्र उक्ताः उक्तौस्तः धन्यवादः खलु तत्र इडागमनिषेध अपवादाः इडागमविधान अपवादाः कः इति तत्र किमर्थं तत्र स्वीकृतमस्ति इति अवगतं तृप् धातुः तृप् तृप् अणितः पूर्वे मूले अणितः परन्तु कथं भवति इत्युक्ते एकाच अनुदातात् इति सूत्रेण निषेधः भवति परन्तु रदादिपेशसूत्रेण दट् निषेधस्य अपवादः निषेधस्य अपवादः निषेधं पूर्वम् आसीत् एकाच उपदेश अनुदात सूत्रेण परन्तु हृदयपेचैतेन निषेधः भवति कस्य निषेधेन अणित् भवति किल तस्य अपवादः इति अत्र वदामः वा निषेधस्य अपवादः आम् आम् अन्यानि अपि वेट् धातूनां स्वीकृत्य इडागम विधानं भवति मूले अन्यानि सेट् अस्ति अतः अत्र विधानस्य अपवादः इति रदादिसूत्रेण बौद्धं यत् अष्टाध्याय्यां केवलम् इट् शब्दः लभ्यते सेट् अनिट् वेट् इति त्रयः शब्दाः अष्टाध्याय्यां न लभ्यते तर्हि इत् इति समया लभ्यते अपि च अणुदात इत्यस्य इत्यपि लभ्यते सौपर्याप्तं सेट् अनिट् वेट् इति वदामः परन्तु मूलसमीका अस्ति अणुदातः किं महोदय केवलम् अनुदातः इत् इति एव साक्षात् संज्ञे वर्तते अन्यत् सर्वं वेट् अनिट् इति लौकिकभाषायां वैयाकरणैः प्रयुज्यते तावदेव सूत्रेषु अशादायां नास्ति इट् इट् अपि अणुदात अपि एव अस्ति अतः पठामि महोदय अतः अष्टाध्यायाः च महाभाष्यस्य च पठनेन धातुस्वभावः प्रसङ्गे किं जानीमः महाभाष्यात् जानीमः के धातवः अनुदातः अतः स्वभावः मूलतः धातुः अनुदातः अस्ति न वा इति जानीमः न तु सेट् अणित् वेट् इति धातुः अनुदातः चेत् एकाचवयस अनुदातात् इति सूत्रेण सामान्यतया तस्मात् धातुकः इडामः न भवति नाम स च धातुः अणित् इति वदामः अपि च अणुदातात् नास्ति चेत् उदातः नाम धातुक इडामः विधीयते धातुः सेट् एवं च महावासिस्य द्वारा के धातवः अणुदातः के च उदातः इति जायते तदा आचार्यायां त्रिभिः सूत्रभिः धातुभिः विराहः विकल्पेन उच्यते नाम के धातवः वेत् इति जायते. अत्र दत्तं महाभाष्येण किम् उक्तम् आचार्यायां किम् उक्तम् इति अत्र दत्तं महाभाष्येन किं जानीमः इत्युक्ते अणुदात्तात् अणुदातः दातवः के दातवः अणुदातवः इति दातस्य स्वभावः मूलतः अणुदातः वा इति दत्तम् इत्युक्ते अणुदातः सामान्येन वदामः अणुदातः इत्युक्ते अनीट् भवति उदातः मीन्स् हेट् भवति वा मीन्स् वेटः इति सामान्यतया वदामः परन्तु महाभाष्याध्ययनमः अणुदातः स्वभावः अणुदातः वा अथवा नास्ति परन्तु अष्टाध्यायं दत्तमत्र दातवः अणुदातः इट् द्वयमपि अत्र अस्ति इति समीप नास्ति कर्षं करोतु महोदय सम्यक् नास्ति चेत् आहत्य तृप् तृप् इति तौ धातुः मूलतः अणुदातौ परन्तु किमर्थम् अणुदातौ इति चेत् येन इडाहं निषेधः स्यात् इति तु नास्ति यतोहि रदादिभ्यश्च इत्यनेन साक्षात् उच्यते यत् अनयोः धातोः इडाहमः विकल्पेन विद्यते तर्हि तिरुप् तिरुप् इत्यनयोः द्वौ अणुदातत् किमर्थम् उक्तं येन अमाहमा भवति भवेत् अनयोः द्वयोः धातोः अनिट्वेन सह कोऽपि सम्बन्धो नास्ति अनयोः अणुदातत्वं तर्हि किमर्थम् उक्तम् अमाहमार्थं येन अणुदातस्य च ऋतुपदस्य अन्यतरसंचिरेण अमागमः विकल्पेन विद्यते आहत्य द्वौ धातुः मूलतः अणुदातौ अणुदातौ इति किमर्थम् इडाहमनिषेधः स्यात् इडाहमस्य निषेधत्वेन न अणुदातः इति न उक्तं परन्तु रथादिभ्यश्च इति सूत्रेण केलपेन विद्यते अन्यकार्यमस्ति अत्र निषेधत्वात् नास्ति निषेधं कथं भवति इत्युक्ते अणुदात्तस्य ऋतुप्रदस्य अन्यतरसमीचीनेन अमाहम भवति अतः एव अत्र इडाहम निषेधः इति तस्य अर्थः अत्र महोदय वदतु महोदय न न न महोदय भवान् तत् एव अस्ति तत्र तत्र कुत्र स्मः तर्हि आहत्य तृप् इति दातु मूलतः अनुदातौ परन्तु अनुदातौ चेत् इडागमः निषेधः स्यात् इति तु नास्ति यतोहि रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते तर्हि प्रथमं तु अनुदातौ इत्युक्त्वा अनन्तरं विकल्पेन इडागमः विधीयते तर्हि अनुदातत्वं किमर्थम् उक्तं चेत् केवलम् अम्मागमविधानार्थमेव उक्तमस्ति नो चेत् पाणिनिना तत्र अनुदातत्वं अनुदातत्वस्य विधानस्य आवश्यकता नास्ति खलु केवलम् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन तस्य अम्मागमः विकल्पेन भवतु इति कृते इत्यर्थे तत्र पाणिनिः सूत्रद्वयं तत्र धातुद्वयं तत्र अनुदातम् इति संज्ञां तत्र संज्ञया स्वीकृतवान् साक्षात् तु धातुः अनिट् भेदः सन्ति खलु तर्हि अनिट् इत्यनेन तत्र किमपि महत्त्वं नास्ति वेट् इत्यनेन तत्र इडागमः जायते एव तर्हि केवलम् अम्मागमार्थमेव तत्र अनुदातत्वं विदितम् अस्ति इति देयं यत् यद्यपि एतौ द्वौ धातु वेटौ नाम इडामः भवति विकल्पेण तदापि अमाहम पक्षे इडाहमरहितरूपम् इडाहमसहितरूपं न भवति यतोहि जलादिप्रत्यये परे एव अमाहमः प्रियते अनुदात्तस्य पदस्य अनेतरसामर्थ्यनेन उपदेशे अनुदात्तः यः ऋतुपदः तस्य अमाहमः विकल्पेन भवति जलादि अकिति प्रत्यये परे तर्हि रदादिविसेचनेन एताभ्यां द्वाभ्यां धातुभ्यः इडाहमः विकल्पेन विद्यते किन्तु उडाहमः न भवति चेत् एव अमाहमः भवति. अत्र दत्तं द्वौ धातुः इडाहमः विकल्पेन भवति इति रदादिवेषु सूत्रेण, परन्तु अमाहमः भवति चेत् अत्र इडाहमस्य स्थाने अमाहमः न भवति. किमर्थम् इत्युक्ते सूत्रं वदति अनुदत्तस्य ऋतुपदस्य नितरसाम् इति जलाति अकिति प्रतिपरे यदा इडाहमः भवति तत्र जलादि नास्ति इति कारणेन अत्र अमाहमः न भवति. यदा रदादिभ्यश्च इत्यनेन इडाहमः भवति तत्र अमाहमः न विद्यते इति. तत्र यदि इडागमः विदितमस्ति तर्हि यत्र इडागमः विधीयते तत्र अमागमः भवति वा न भवति? किमर्थं चेत् जलादि नास्ति अथवा यत्र प्रत्येक विपरीततेन उक्तं यत्र यस्मिन् रूपे यस्मिन् पक्षे अमागमः भवति तत्र तु इडागमः न स्यात्. किमर्थम् इत्युक्ते इडागमस्ति चेत् अमागमः न भवति एव इति कृत्वा यत्र अमागमः रहितरूपस्य एव तत्र रूपद्वयं भवति पक्षद्वयं भवति. इडागमसहितरूपम् इडागमरहितरूपम् इति पक्षद्वयं भवति. अमागमः अस्ति चेत् केवलम् इडागमः न भवति एव इति. प्रायः अन्तिमं स्यात् रदादिभ्यश्च इति तदपि पठित्वा भवानेव पठतु. पूरयतु महोदय. रदाद्यभ्यश्च रद् नस्तृमौ स्यु इत्येभ्यः धातुभ्यः वलाद्यादृश्यु इदु आदुधातुकस्य इदु वा स्यात्. क्षम्यतां महोदय. अन्यः अन्येन सरला भगिनी नमस्कारः भगिनि. नमस्कारः भगिनि. कार्यालयम् अस्ति, पठितुं न शक्नोमि. कियत्पर्यन्तं महोदय पाठितवान्? कियत्पर्यन्तं पाठितवान् भगिनि? तत्र सुप्तधातुः पाठितवान् वा? चिन्तयामि न कृतवान् इति एवं मन्ये दृश्यते. भगिनि पूरयति वा भगिनि? अत्र रदादिभ्यश्चापि वाक्यद्वयम् अस्ति खलु, अवशिष्टवाक्यद्वयम्. पठामि. अनिदा अनिदादि तव्यतुमुन् तृच् प्रत्ययः जलादि अकितः, अतः तेषु परेषु अम् आगमो भवति. तदा इको यणचि इत्यनेन यण् आदेशः. उदाहरणं वदतु भगिनि. अनुदातस्य सर्दिपदस्य अन्यतरस्याम् इत्यस्मिन् भवति खलु, तर्हि तृप्तदृप्तौ अनुदात्तसंज्ञकाः सन्ति इति कृत्वा तेषामेव अम्मागमः भवति. तृप्योगः तव्य अनिट् अस्ति, अतः अमागम आगच्छति. अम् इति मिदितो मिदचो अन्तःपरतः इति सूत्रेण अन्त अच्वर्ण स्वरः अनन्तरम् आगच्छति. स्वतः कार ककार ऋकार अम् अत्र मकार हलन्तमिति न अपगच्छति, आ एव दृश्यते. अतः ऋ एव अत्र एको एनचि सूत्रेण खलु भवति भवति भगिनि क्षम्यतां रेफः भवति यण्ति यण्ति प्रत्याहारे हयवरसि अस्ति खलु हयवरसि यण्ति तर्हि रेपः भवति ऋकारस्य स्थाने रेपः भवति त्रप्तव्यं त्रप्तव्यः त्रप्तव्या त्रप्तुम् इति तुमन् प्रत्ययः तृच् अस्ति चेत् त्रप्तृ त्रप्त त्रप्तृ त्रप्त्रि इति त्रीणि रूपाणि अस्ति तत्र अमागमः नास्ति तस्य किं भवति अत्र तृप्योग अमागमः अस्ति चेत् तृप्योगः तृप्ता एव भवति भवति अत्र उपादायां ऋकारः अस्ति खलु ओ ओ शारद सुगन्तलघुपदि अर्धवति गुणकार्य तर्प्ता इति भवति ओ त्रप्ता ओके तर्प्ता इर् इप्ता इति भवति तर्प्ता इति अनन्तरम् इडागमः अपि भवति खलु वेट् अस्ति रदादिभ्यस्य चेत् इडागमः भवति तदा किं भवति तृप्तयोगः ईयोगः तर्पिता अत्रापि गुणः भवति तर्पिता भवति तावदस्ति किं सुप्तात्मः विषय महोदय न लिखितवान् तत्र बृहत् चिन्तनम् अग्रे जायते वयं यत्किमपि न दृष्टवन्तः प्रत्येकं धातुं स्वीकृत्य महोदय बृहत् चिन्तनं कृतवान् अन्येन अस्ति वा प्रश्नः अस्ति वा न पश्य विरमामः आं पश्यतु धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः